अस्तु, आरभामहे. इदानीम् इतः पूर्वं संयोगनाशको गुणः विभागः इति विषयः विषयस्य चर्चा जायमाना आसीत्. तस्मिन् समये अनुमानस्य चर्चा जायमाना आसीत्. तत्रापि पूर्वं दृष्टम् अस्माभिः यत् अनुमानस्य कथं वाक्यं कथं भवति, प्रतिज्ञावाक्यं कथं भवति, हेतुवाक्यं कथं भवति इति सर्वम् अन्वयव्याप्तिस्थले दृष्टवन्तः. तदनन्तरं व्यतिरेकव्याप्तिस्थले अपि दृष्टवन्तः. इदानीम् अग्रे गत्वा पुनः प्रकृतविषयः इत्युक्ते आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशगुणनाशत्वात् पाकजरूपनाशवत् इत्यस्य कथं साधनं कर्तुं शक्यते अनुमानस्य उपयोगं कृत्वा इति पश्यामः. अस्तु, महोदय पठति वा प्रथमं? विद्याशङ्करमहोदय पठति वा? तर्हि अधुना तत्र आरभ्य. आम्, तर्हि अधुना प्रकृतविषयः द्रष्टव्यः. विद्याधर्याम् अनुमानप्रयोगः एतादृशः: आश्रयनाशाजन्यगुणनाशः, समानाधिकरण्यगुणजन्यः, आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत्. यथोक्तं पूर्वम् आश्रयनाशाजन्यगुणनाशः इति पक्षः, समानाधिकरण्यगुणजन्यत्वम् इति साध्यम्, आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः, पाकजरूपनाशवत् इति दृष्टान्तः. अस्तु, किञ्चित् वदति वा तस्मिन् प्रसङ्गे किम् अवगतम् इति? एतावता पूर्वस्मिन् वर्गे तत्र वह्निः उष्णः वह्नित्वात् इति वाक्यम् उपयुज्य कथं तत्र व्यतिरेकव्याप्तिः भवति इति दृष्टवन्तः. तत्र उदाहरणं यथा जलम् इति आसीत्. तत्र वह्निः एव पक्षः, उष्णत्वं क्षम्यताम् उष्णत्वं साध्यम्, उष्णत्वं साध्यं, हेतु अपि वह्नित्वमेव. तथा उदाहरणम् आसीत् यथा जलं, यथा जलं, तदा एव अत्र प्रयोगः अस्ति. आश्रयनाशजन्यगुणनाशः तत्पक्षः, तस्मात् समानाधिकरणगुणजन्यः इति साध्यं, तस्मात् इत्युक्ते आश्रयनाशजन्यगुणनाशत्वात् यथा पाकजरूपनाशः. पाकजरूपनाशः दृष्टान्तः, आश्रयनाशजन्यगुणनाशत्वं हेतुः, आश्रयनाशगुणनाशः इति पक्षः. अत्र पक्षः हेतुः किञ्चित् तत्र समानम् एव अस्ति, साध्यं समानाधिकरणगुणजन्यत्वं. सम्यक्. अत्र साध्यं कथं साधनीयं, हेतुः अस्ति चेत् साध्यम् अपि अस्ति इति अनुमानस्य स्वीकारेण कथं साधयितुं शक्नुमः इति एव प्रश्नः. अस्तु, नमस्कारः. नूतनतया केनापि आगतं वा? हलो, नमस्कारः. भगिनी, अहं सरला अस्मि, किन्तु उत्तमं भगिनि, उत्तमं, स्वागतम्. अस्तु, वयं URL प्रेषितं खलु भगिनि, प्राप्तं वा? करपत्रं प्राप्तम्? इदानीम् उद्घाटयामि. अस्तु, शनैः करोतु. परन्तु करपत्रे प्रायः अन्तिमभागे एव वक्तुं शक्नुमः, मध्यभागं सम्पूर्णम् अभवत्. तस्य व्यतिरेकव्याप्तौ वह्निः उष्णः वह्नित्वात् इति पञ्चवाक्यानि सन्ति. अस्तु, तस्य अधः तृतीयपरिच्छेदः. अस्तु, अस्तु, त तर्हि अधुना प्रकृतविषयः द्रष्टव्यः, तस्य चर्चा जायमाना अस्ति इदानीम्। अस्तु, इतः पूर्वं किमपि प्रश्नः सन्ति चेत् पृच्छतां, शुकवनमहोदय अथवा पुष्पा भगिनी। किन्तु विद्याशङ्करमहोदयेन इदानीमेव उक्तं यथा जलमिति, किन्तु तत् व्यतिरेकदृष्टान्तः, अत्र तु व्यतिरेकदृष्टान्तः नास्ति किल, पाकजरूपनाशवत् इति। आं, तत्र किञ्चित् अग्रे गत्वा बृहत् चर्चा भवति, अत्र व्यतिरेकव्याप्तिः वा अन्वयव्याप्तिः वा, अन्वयव्याप्ति इति भासते परन्तु व्यतिरेकव्याप्तिः अपि भासते, किमस्ति इति अग्रे गत्वा किञ्चित् दीर्घा चर्चा भवति एव। अस्तु, भवानेव पठति वा अग्रिमपरिच्छेदम्? हा, पठामि भगिनि। पुनस्मारणत्वेन घटपटयोः संयोगः इति स्थितौ घटः पटात् विभक्तः, अनेन च घटपटयोः संयोगः नष्टः, आश्रयनाश अजन्यगुणनाशः इत्यनेन आश्रयनाशेन अजन्यगुणनाशः। अत्र गुणः इत्युक्तौ संयोगः, आश्रयः इत्युक्तौ घटः पटः च। अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः नष्टः, किन्तु घटपटयोः संयोगः नष्टः। अनेन सर्वजनसिद्धिप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति। अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाश अजन्यगुणनाशः इति। इदानीम् आश्रयनाश अजन्यगुणनाशः इत्यस्य विवरणम् अस्मिन् परिच्छेदे दत्तमस्ति। घटः पटः तयोः मध्ये संयोगः अस्ति इति चिन्तयामश्चेत् तत्र घटः पटात् विभक्तः भवति इति चेत् घटपटयोः मध्ये यत् संयोगः आसीत् तत् इदानीं नष्टः अभवत्, किन्तु केवलं संयोगः एव नष्टः अभवत्, न तु घटस्य वा पटस्य वा नष्टः अभवत्। संयोगस्य आश्रयः तु घटः अपि च पटः संयोगः इति द्विनिष्ठः गुणः इति कृत्वा घटः अपि च पटः, किन्तु संयोगस्य नाशे सति घटः तस्य आश्रयः घटः आश्रयौ घटः वा पटः वा तस्य नाशः न भवति न अभवत् इति कृत्वा अस्मिन् सन्दर्भे आश्रयनाश अजन्यगुणनाशः अस्ति इति वयम् अवगन्तुं शक्यते। अत्र आश्रयः इत्युक्ते घटः वा पटः वा तस्य तयोः नाशं विना तयोः मध्ये यद्गुणः आसीत् संयोगः इति तस्य नाशः भवति इति। अत्र सत्यं सत्यम्, उत्तमं महोदय, सर्वं सम्यक्तया प्रतिपादितम्। अत्र किमपि क्लिष्टकरं नास्ति, परन्तु आश्रयनाशजन्यगुणनाशः इति पक्षः अपि, इत्युक्ते यथा भवता उक्तं तत्र आश्रयस्य नाशेन न जातः गुणनाशः सत्यं, परन्तु तत्र पक्षः अपि आश्रयनाशजन्यगुणनाशः, इत्युक्ते तस्मिन् प्रसङ्गे हेतुः अस्ति अपि च साध्यम् अस्ति इति साधयामः अग्रे गत्वा। अस्तु, पुष्पा भगिनी पठति वा अग्रिमं परिच्छेदम्? भगिनि, समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः। एकनिमिष भगिनि। समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः। उद्देश्यविधेयभावः समानाधिकरणगुणजन्यगुणनाशः गुणनाशः उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषणविशेष्यभावः इति चिन्त्यताम् प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः समानाधिकरणगुणेन जन्यगुणनाशः अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः समानाधिकरणगुणः इति विभागः संयोगनाशः घटे पटे च विभागः अपि तथा घटे पटे इत्यस्मात् विभागसंयोग नाशे समानाधिकरणौ अस्तु विभागसंयोगनाशौ समानाधिकरणौ इत्युक्ते द्वितीय द्विवचनरूपम् अस्तु द्वे अपि द्विवचन समानाधिकरणगुणजन्यः इति वक्तुं तत्तु गुणनाशस्य विधेय भावः तत्तु उद्देश्य विधेयभावः तत्र तत् उद्देश्य विधेयभावः समानाधिकरणगुणजन्यः गुणनाशः इत्युक्ते अत्र आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति अस्ति खलु तत्र द्वयोः प्रथमाविभक्ति एकवचनरूपं परन्तु तत्र यथा अस्माभिः सर्वदा उदाहरणं दत्तमस्ति खलु उत्तमः बालकः तत्र समानाधिकरणम् अस्ति समानविभक्तिकत्वं समान वचनं सर्वं समानम् अस्ति समानाधिकारण्यम् अस्ति इति वदामः परन्तु अत्र किञ्चित् भिन्नता प्रदर्श्यते इत्युक्ते अत्र विधेय उद्देश्यविधेयभावः इति यस्य एकस्य आरोपणं भवति यत् ज्ञातं तस्य आरोपणं भवति अन्यस्य उपरि अस्तु अत्र लिखितमस्ति गुणनाशस्य विधेयः समानाधिकरणगुणजन्यः इति पदं गुणनाशस्य विधेयः अस्तु आरोप्यते तस्मात् उपरि आरोप्यते गुणनाशस्य उपरि समानाधिकरणगुणजन्यः इति भावना इति आरोप्यते न विद्याशङ्करमहोदय अथवा शुकवनमहोदय अन्यत् उदाहरणं दातुं शक्यते वा अत्र घटपदयोः न भगिनि एकनिमिषः मम स्मरणं सम्यक् नास्ति उद्देश्यविधेयभावस्य इतोपि किञ्चित् वक्तुं शक्यते वा तत्र इति मम प्रश्नः ममापि तत्र विषये सम्यक् अवगमनं नास्ति विशेषणविशेषभावः अस्ति समानमेव किञ्चित् भेदः अस्ति इत्युक्ते विधीयते वदतु महोदय एषः मम मित्रं तदेव सम्यक् तदेव उद्देश्यविधेयभावस्य लक्षणं तत्र एषः मम मित्रम् इति वदामश्चेत् मम पुरतः यः अस्ति तस्मिन् मित्रत्वं मया आरोपितं सत्यं सत्यम् इति तदेव तत्र एषः मम मित्रं तत्र विशेषणविशेषभावः नास्ति किन्तु यः मम पुरतः अस्ति सः एव अस्ति किन्तु तस्मिन् अहं मित्रत्वम् आरोपयामि इति कृत्वा तत्र उद्देश्यविधेयभावः अस्ति. एवमेव अस्मिन् सन्दर्भे अपि गुणनाशः एव अस्माकं साध्यं, किन्तु तस्मिन् समानाधिकरणगुणजन्यः इति अस्माभिः आरोपितम्. आम् महोदय, एवं वदतु, एषः मम मित्रं, तस्य विधेयः कः, उद्देश्यः कः? विधेयः मित्रत्वम्, उद्देश्यः यः मम पुरतः अस्ति सः एषः. सत्यम्, एषः सत्यम्. अवगतं वा पुष्पा भगिनी? अस्तु, अग्रे अग्रे. उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषणविशेष्यभावः इति चिन्त्यताम्. इदानीं वक्तुं न उद्देश्यविधेयभावः किम् इति. प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः. उद्देश्यविधेयभावः, विशेषणविशेष्यभावः ते ज्ञातं खलु इदानीमेव. एषः मम मित्रम्, एषः वयं स्वयं पश्यामः, मम अग्रे एव अस्ति, तस्य ज्ञानम् अभवत्, परन्तु तस्मिन् मित्रता इति भावम् आरोपयामः, तदर्थं सः विधेयः. मित्रत्वम् इति विधेयत्वं, मित्रम् इति विधीयते, मित्रत्वम् इति विधीयते एषः उपरि, एतस्य उपरि. समानाधिकरणगुणेन जन्यगुणनाशः, समानाधिकरणगुण अस्ति तत्तु जन्यगुणनाशः अभवत्. समानाधिकरणगुणेन जन्यगुणनाशः इत्युक्ते यथा महोदयेन इदानीमेव उक्तं खलु शुकवनमहोदयेन, समानाधिकरण वदतु. आश्रयनाश जन्यगुणनाशः इति. सम्यक्, यद् भवती वदति सम्यक्. सः समानादिक आश्रयनाशजन्यगुणनाशस्य विषयः किञ्चित् विस्तररीतेन उक्तवान् भवन्तु, परन्तु भवती समानाधिकरणगुणजन्यः तस्य. अस्तु भगिनि, वदतु. अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः. घटपटयोः अस्ति चेत्, संयोगः अस्ति चेत् तत्तु विभक्तः जायते, तत्तु संयोगनाशः अस्ति, जन्यसंयोगनाशः अस्ति. न, इत्युक्ते विभागः संयोगनाशेन जातम् इति. अवगच्छति वा? समानाधिकरणगुणः इति विभागः. समानाधिकरणगुणः इति विभागः, अग्रे संयोगनाशः. घटे घटे घटेपटे च विभागः अपि तथा. घटेपटे इत्यस्मात् विभाग संयोगनाशौ समानाधिकरणौ. घटेपटे विभागः अस्ति चेत् तत्तु अत्र संयोगनाशौ समानाधिकरणौ अस्ति. विभागः अपि च संयोगनाशः समानाधिकरणौ. समानमस्ति. समानम् इत्युक्ते तेषाम् अधिकरणं समानं खलु. घटे पटे यथा महोदयेन उक्तम् इदानीमेव, संयोगः इति द्विनिष्ठः गुणः, पटे अपि अस्ति घटे अपि अस्ति. यदा तस्य संयोगस्य नाशः जायते, संयोगः नश्यति, तदा विभागः जातः इति तेषां विवक्षा. अस्तु, प्रश्नः अस्ति वा? किञ्चित् कष्टमिति भाति, परन्तु इदं गतपटे विभागः आवां पठामः न, वयं पठामः आम्, प्रथमं घटः पटः भिन्नः भिन्नः खलु, तदनन्तरं संयोगः जायते. संयोगः इति गुणः द्विनिष्ठः, पटे अपि अस्ति घटे अपि अस्ति. पूर्वं पठितवन्तः खलु एतत् सर्वं क्षणपञ्चकव्यापिनी प्रक्रिया इति घटस्य प्रसङ्गे दृष्टवन्तः, परन्तु अत्र घटपटयोः. अस्तु, प्रश्नः अस्ति वा? न भगिनि, अहं तु न अवगच्छामि. अस्तु, उत्तमं. पुनः विद्याशङ्करमहोदय पठति वा? अवश्यं. ततः अग्रे आश्रयनाशजन्यगुणनाशत्वम् इति धर्मः विद्यते आश्रयनाशजन्यगुणनाशे. अयं च धर्मः पक्षभिन्नस्थले न लभ्यते. आश्रयनाशजन्यगुणनाशे इति पक्षे एव लभ्यते. एतदाधारेण अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या? अन्वयव्याप्तिः वा, अन्वयव्याप्तिः वा, व्यतिरेकव्याप्तिः वा? यत्र यत्र आश्रयनाशजन्यगुणनाशत्वम् इति हेतुः भवति, तत्र तत्र समानाधिकरणगुणजन्यत्वम् इति साध्यम् अपि भवति इति वक्तव्यं किम्? अतः पूर्वं यत् महोदयेन, सुखवान् महोदयेन प्रश्नः तत्र अत्र अस्ति, ततः अग्रे आश्रयनाशजन्यगुणनाशत्वं, गुणनाशत्वम् इत्युक्ते धर्मः, कस्य धर्मः इत्युक्ते आश्रयनाशजन्यगुणनाशस्य, स च धर्मः कुत्र अस्ति? पक्षे आश्रयनाशजन्यगुणनाशे एव. यथा वह्निः इति पक्षः वह्नौ एव अस्ति, अन्यस्थले न लभ्यते, तथा च अयं च धर्मः आश्रयनाशजन्यगुणनाशत्वं पक्षभिन्नस्थले न लभ्यते, पक्षे एव लभ्यते. तस्मात् इति स्वीकृत्य अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या? यत्र अन्वयव्याप्तिः अस्ति तत्र किं साध्य समानाधिकरणे एकः शास्त्रीयवाक्यमासीत् न स्मरामि सम्यक्, तत्र समानाधिकरण्यम् इति व्याप्तिः, समानाधिकरण्यं, किन्तु व्यतिरेकव्याप्तिस्थले किं तत्र समानाधिकरणविषये तु भिन्नता न वर्तते, परन्तु यत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयस्थले वदामः, परन्तु तथा न वक्तुं शक्नुमः व्यतिरेकव्याप्तिस्थले इत्येव अत्र महोदयेन अपि पृष्टम् इदानीमेव. यत्र गुणनाशत्वम् इति गुणनाश एव भवति चेत् अन्वयव्याप्ति भवति खलु, किमर्थम् अत्र उदाहरणम् एतावत् एतादृशः अस्ति इति सः पृष्टवान्. तस्य एव चर्चा अत्र अस्ति, अन्वयव्याप्ति वा व्यतिरेकव्याप्ति वा इति तत्र प्रश्नः अस्ति. महोदय भवान् अग्रे वदतु. आम् वा? आम् आम् आम् भवानेव. यत्र यत्र अत्र विषयद्वयम् अस्ति इति भाति, एकः तु व्याप्तेः विषये किम् अन्वयव्याप्ति वा व्यतिरेकव्याप्तिपा इति तु एकम्, अपि च दृष्टान्तः अस्ति किल, तत्रापि यथा जलम् इति इत्यस्मिन् स्थले तत्र उष्णत्वम् एव नास्ति, तत्र किं वदामः इति अहं न जानामि, किन्तु कीदृशदृष्टान्तः? अत्र तु दृष्टान्तः अन्वय तत्र अन्वयम् इति वक्तुं शक्यते वा इति न जाने, किन्तु अवगमनार्थम् अहं वदामि. अत्र पाकजरूपनाशवत् इत्युक्ते तत्र अस्ति यथा, किन्तु जले औष्ण्यं नास्ति. प्रायः तद् दृष्टान्तः अत्र अन्वयदृष्टान्तः सत्यं महोदय, सत्यं। तस्य अग्रे पुनः दीर्घा चर्चा भवति, किञ्चिदेव वदामि अत्र। अस्तु, इदानीं किञ्चित् वदामि। भवतः प्रश्नः सम्यक् अस्ति। यथा जलम् इति यन्नैवं तन्नैवं यथा जलम् इति खलु व्यतिरेकव्याप्ति दृष्टान्तः भवति। परन्तु अत्र यथा भवता उक्तम् आश्रयनाशगुणनाशत्वात् पापजरूपनाशवत् इति अन्वयदृष्टान्तः इति भाति। परन्तु अग्रे गत्वा पश्यामः, अत्र अन्वयदृष्टान्तः एव दत्तमस्ति। यतोहि आश्रयनाशगुणनाशत्वम् आश्रयनाशगुणनाशे एव भवति। परन्तु अग्रे गत्वा पश्यामः यत् तस्य जातिं स्वीकृत्य अथवा धर्मं स्वीकृत्य बृहज्जातिः लघुजातिः पाकजरूपनाशः अपि आश्रयनाशगुणनाशस्य एकदेशवृत्तान्तः, एकदेश उदाहरणम् इत्युक्ते तत्र अपि अन्वयदृष्टान्तः भवितुम् अर्हति इति अग्रे गत्वा पश्यामः। अस्तु, अस्तु भगिनि, अस्तु, भवानेव पठति वा अग्रिमपरिच्छेदम्? अत्र प्रश्नः अस्ति वा पुष्पा भगिनी अथवा प्रश्नः नास्ति चेत् अग्रे गच्छामः। अस्मिन् परिच्छेदे यद् लिखितमस्ति प्रायः भवती अवगच्छति एव, आश्रयनाशगुणनाशे एव आश्रयनाशगुणनाशत्वं भवति। इत्युक्ते गुड्नेस्, गुड्नेस् इस् ओन्लि इन् गुड् खलु। धर्मं स्वीकृत्य वस्तु कुत्र, धर्मं वस्तु वस्तौ एव भवति, तथा एव अस्ति अत्रापि। आश्रयनाशगुणनाशत्वम् इति धर्मः आश्रयनाशगुणनाशे एव भवति इति स्वीकृत्य कथं वा अन्वयदृष्टान्तः भवति अत्र? पक्षभिन्नस्थले न भवति एव, परन्तु अत्र दृष्टान्तः अथवा उदाहरणवाक्यं वा किं वदामः तत्र, उदाहरणवाक्यमस्ति यथा अन्वयदृष्टान्ते पाकजरूपनाशवत् इति लिखितमस्ति खलु। यथा तत्र किम् आसीत्, पर्वतः वह्निमान् धूमत्वात् यथा महानसे खलु, तथा आसीत् तत्र। अत्र उदाहरणं पश्यामः चेत् पुनः अन्वयदृष्टान्तः इत्येव भाति। परन्तु अत्र इति धर्मं स्वीकृत्य तस्मिन्नेव, तस्मिन् पदार्थे एव सः धर्मः विद्यते। समानादिकरण आश्रयनाशगुणनाशत्वम् इति आश्रयनाशगुणनाशे एव भवति। किमर्थम् उदाहरणवाक्यम् एतादृशः अस्ति इति प्रश्नः। अग्रे गत्वा पश्यामः यत् तत्र अन्वयव्याप्तिः इति स्वीकर्तुं शक्यते एव। किमर्थम् अग्रे पश्यामः, परन्तु लघुरीत्या वदामि। पाकजरूपनाशवत् इति दृष्टान्तवाक्यमस्ति खलु, अथवा उदाहरणवाक्यमस्ति खलु, सः दृष्टान्तः पक्षस्य एकदेशः इत्युक्ते पाकजरूपनाशवत्वम् इति लघुजाति भवति आश्रयनाशगुणनाशत्वम् इत्यस्य बृहज्जातेः लघुजातिः भवति पाकजरूपनाशत्वम् इति स्वीकृत्य पक्षभिन्नस्थले अपि लभ्यते। अग्रे गत्वा पश्यामः। अस्तु, पुष्पा भगिनी अवगतम्? आम् अवगतम्। अस्तु महोदय, अग्रे पठति वा? पठामि भगिनि। अग्रे पाकजरूपनाशवत् इति दृष्टान्तः, पाकेन रूपनाशः तद्वत् इत्यर्थः। अयं च दृष्टान्तः कीदृशः इति परिशीलनीयम् अस्ति। प्रथमतया अस्माकं पर्वतवह्निधूमप्रसङ्गे चिन्तनं कीदृशम् आसीत् इति स्मर्यताम्। पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यस्मिन् अनुमानप्रयोगे यया रीत्या महानसे हेतुसाध्ययोः सम्बन्धः अनुभूतः अस्माभिः, महानसे धूमः अस्ति चेत् वह्निः अस्त्येव इति सर्वजनसिद्धिप्रत्ययः, तथैव पर्वतोऽपि धूमः अस्ति इति चेत् वह्निः भवेत् इति चिन्तनम् अस्माकम् आसीत् तत्र. पाकजरूपनाशवत् इति दृष्टान्तः अस्मिन् अनुमानवाक्ये दत्तमस्ति. तत् कीदृशम् इति इदानीं परिशीलनम्. किन्तु तत्पूर्वम् अस्माकं स्टाक् उदाहरणं पर्वतो वन्यमान् इत्यस्मिन् सन्दर्भे पर्वतः वन्यमान् धूमात् यथा महानसं, तत्र महानसम् इति दृष्टान्तः दत्तमस्ति. महानसे वयं किं दृष्टवन्तः इत्युक्ते धूमः अस्ति, तत्र वह्निः अपि अस्माभिः अनुभूतः इति कृत्वा व्याप्तिरूपेण यत्र यत्र धूमः तत्र तत्र वह्निः इति वयं वक्तुं शक्यते. तादृशमेव पर्वते अपि धूमः अस्ति चेत् वह्निः भवेत् इति वयम् अनुमानं कर्तुं शक्यते इति तादृशं तादृशचिन्तनं तस्मिन् उदाहरणे इत्युक्ते पर्वतः वह्निः धूमः इत्यस्मिन् प्रसङ्गे आसीत्. किन्तु अत्र किम् इति इदानीं द्रष्टव्यम्. अग्रे अवगतवती वा भगिनी? अवगति महोदय, एकनिमिषः भगिनी. पुष्पा भगिनी अवगतवती वा? उत्तमम्, अस्तु महोदय, प्रश्नं पृच्छतु. अत्र प्रकृतौ अस्माकं दृष्टान्तः पाकजरूपनाशः. पाकः घटे, रूपनाशः अपि घटे इति स्थितिः. बोध्यं यत् पाकः इत्युक्ते विलक्षणः तेजः, तेजः संयोगः. अतः पाकजरूपनाशः इत्युक्ते तेजसंयोगरूपनाशः. पाकशब्दः उपयुज्यते लाघवात्. तावत्पर्यन्तं प्रथमम् अहं वदामि. अस्मिन् इदानीं प्रकृतदृष्टान्तः पाकजरूपनाशः इति. अत्र पाकः कुत्र वर्तते इत्युक्ते घटे एव वर्तते. यस्य रूपस्य नाशः भवति तदपि घटे एव वर्तते इति तयोः मध्ये. यस्य रूपस्य नाशः भवति इति न, रूपनाशः घटे खलु? आम्, तत् रूपं, यस्य रूपस्य नाशः भवति तत् रूपमपि घटे इति मम आशयः आसीत्. इति तयोः मध्ये सामानाधिकरण्यमिति. अत्र पाकः इति इत्युक्ते पाकः साक्षात् घटे न भवति, किन्तु पाकघटयोः मध्ये संयोगः अस्ति, तदेव घटे अस्ति, तेन एव रूपस्य नाशः भवति इति अस्माभिः अवगन्तव्यम्. पाकः इत्युक्ते पाकजरूप संयोगजरूपः इति तदेव. पाकः इत्युक्ते तेजसंयोगः एव, तेजसंयोगः इति अवगन्तव्यं. केवलं पाकः इत्युक्ते साक्षात् पाकः इति न, किन्तु तेजसंयोगः इति तत्र द्विनं गुणं स्वीकार्यं. तदेव घटे अस्ति, अपि च रूपः घटे अस्ति. तेजसंयोगेन घटे यत् रूपमस्ति तस्य नाशः भवति इति. किन्तु पाकः इति लाघवात् तत्र शब्दः उपयुज्यते. पाकजरूपनाशः इत्युक्ते यः तेजसंयोगेन नाशः. सत्यम्. पाकजरूप नाशः, यत् रूपस्य नाशं भवति तत् पाकस्य तेजसंयोगेन जायते इति कृत्वा पाकजरूपनाशः इति. यथा महानसरूपी उदाहरणे महान् धूमरूपहेतुः अपि अस्ति, वह्निरूपसाध्यमपि अस्ति इति अनुभूतविषयः नाम ज्ञातविषयः अस्माकं. तथैव अत्र पाकजरूपनाशरूपी उदाहरणे हेतुः अपि आश्रये अस्ति, साध्यमपि आश्रये अस्ति. अत्र विषयम् एतदेव समानाधिकरणम् अस्ति कारणकार्ययोः मध्ये इति. तत्र महानसविषये धूमः अपि धूमः एव हेतुः, तदपि महानसे अस्ति, अपि च वह्निः साध्यं तदपि महानसे अस्ति. तथैव अत्रापि हेतुः अत्र किम् इत्युक्ते पाकजरूपनाशरूपी उदाहरणे हेतुः अपि आश्रये अस्ति, साध्यम् अपि आश्रये अस्ति. अग्रे पठामि प्रायः तस्य विवरणम् इत्युक्ते आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः अपि अस्ति, समानाधिकरणगुणजन्यत्वम् इति साध्यम् अपि अस्ति. पाकजरूपनाशे आश्रयनाश अजन्यगुणनाशत्वम् इत्युक्तौ पाकजरूपनाशः आश्रयनाशजन्यः न, यतोहि रूपं घटे अस्ति, घटस्य नाशः न जातः, तथापि रूपस्य नाशः जातः. अतः आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः अस्ति, स च रूपनाशः आश्रयनाशजन्यः न, अपि तु आश्रयनाश अजन्यः. इदानीं अस्मिन् उदाहरणे पाकजरूपनाशरूपी उदाहरणे हेतुः अपि आश्रये अस्ति, साध्यमपि आश्रये अस्ति. अत्र हेतुः किम् इत्युक्ते हेतुः कः इत्युक्ते आश्रयनाश अजन्यगुणनाशत्वम् इति एव हेतुः. साध्यं तु समानाधिकरणगुणजन्यत्वम् इति साध्यम्. अत्र हेतुः आश्रयनाश अजन्यगुणनाशत्वम् इति कथम् अवगन्तव्यम् इत्युक्ते पाकजरूपनाशः भवति, किन्तु तत् आश्रयनाशेन न भवति. आश्रयः तत्र तिष्ठत्येव, यद्यपि रूपस्य नाशः भवति किन्तु आश्रयस्य नाशः न भवति इति कृत्वा आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः पाकजरूपनाशः इति दृष्टान्ते अस्ति. परन्तु अत्र पश्यतु, पाकजरूपनाशः इति दृष्टान्तः, परन्तु तस्मिन् पुनः आश्रयनाशगुणनाशत्वम् अपि भवति. आश्रयनाश खलु, तत्र यद् वाक्यं भवान् इदानीं पठितं, पाकजरूपनाशे आश्रयनाशजन्यगुणनाशत्वम् इत्युक्तौ पाकजरूपनाशः यस्य आश्रयः नाश अजन्यः. अस्तु, समान, परन्तु पुनः पुनः तदेव उक्तमस्ति. अत्र मम अभिप्रायः अस्ति यत् पाकजरूपनाशवत् इति दृष्टान्तस्य विश्लेषणं भिन्नपरिच्छेदे भवति चेत् अत्र अवगमनं सुलभं भवति इति मम चिन्तनं. परन्तु अवगच्छति खलु यत् लिखितं तत्र? आमाम् अवगच्छति, अवगच्छामि. प्रश्नः अस्ति वा पुष्पा भगिनी अथवा विद्याशङ्कर महोदय? न भगिनि. अस्तु, अत्र पुनः अन्वयदृष्टान्तस्य विषयः पाकजरूपनाशः इत्युक्ते तत्र कथम् एतत् दृष्टान्तं स्वीकर्तुं शक्यते अन्वयव्याप्तिस्थले इति दत्तमस्ति अत्र. यस्य रूपनाशः भवति तस्मिन्नेव घटे तेजसंयोगः भवति, इत्युक्ते तेजसंयोगेन रूपनाशः भवति, परन्तु सः रूपनाशः आशयनाशस्य नाशनेन न भवति, परन्तु विलक्षणतेजसंयोगेन भवति इत्येव दत्तमस्ति. तस्य दृष्टान्तं स्वीकृत्य अस्माकं प्रकृतविषये आश्रयनाशगुणनाशत्वस्य विषये हेतुः किम् अस्ति, साध्यं किम् अस्ति, अपि च उदाहरणवाक्यं किम् इति विश्लेषणम् अत्र दत्तमस्ति. तावदेव. समानस्थितिः द्वयोः न वदति न पुनः अनुमतिः अस्ति अव्ययव्याप्ति अव्ययव्याप्ति अन्वयव्याप्ति खलु अन्वयव्याप्ति स्थितिः अत्र अन्वयदृष्टान्तः अन्वयव्याप्तिः तस्य स्वीकरणेन कथम् अस्माकं प्रकृतविषयस्य विश्लेषणं चिन्तनं भवति इति दत्तमस्ति अस्मिन् परिच्छेदे. अस्तु भगिनी, पठति वा अग्रिमपरिच्छेदं? प्रश्नः अस्ति चेत् पृच्छताम्. न भगिनि, सरला भगिनी अस्ति खलु, एकनिमिषः, सरला भगिनी अस्ति. तदा अस्मिन् पाकजरूपनाशे भगिनी पुष्पा भगिनी एकनिमिषः, सरला भगिनी अपि अस्ति खलु, भगिनी पठति वा? भगिनी अहं पठितुं न शक्नोमि. ओ अस्तु अस्तु अस्तु, धन्यवादः. पुष्पा भगिनी पठतु. तदा अस्मिन् पाकजरूपनाशे साध्यम् अपि न अस्ति समानाधिकरणगुणजन्यत्वं साध्यं. रूपं घटे अस्ति, तस्मिन् एव घटे पाकः नाम तेजः संयोगः अपि अस्ति. घटे निर्माणस्य तेजसंयोगः अपि अस्ति न. समानाधिकरणगुणः इत्युक्ते तेजः संयोगः. रूपं घटे इत्यस्मात् रूपनाशः अपि घटे. अनेन रूपनाशः च तेजसंयोगः च समानाधिकरणौ. तेजसंयोगः अस्तु. अपि च तेन समानाधिकरणतेजः संयोगेन रूपनाशः जन्यते. तेन समानाधिकरणतेजः संयोगेन रूपनाशः जन्यते. तस्मात् पाकजरूपनाशे समानाधिकरणगुणजन्यत्वम् अस्ति. अत्र पाकजरूपनाशे साध्यमपि अस्ति. साध्यं तु समानाधिकरण गुणजन्यत्वम् अस्ति. तत्तु रूपं घटे अस्ति. तत् रूपं रूपं घटे पाकः. तत्तु संयोगेन घटे तेजसंयोगेन घटस्य पाकः भवति. भगिनि एवं चिन्तयतु, मम पुरतः एकः घटः अस्ति, रक्तवर्णः अथवा रक्तरूपं यत्किमपि भवतु, नीलरूपं वा यत्किमपि घटे रूपम् अस्ति. तस्मिन् घटे किमपि रूपम् अस्ति खलु, अस्तु, तस्मिन्नेव घटे अधः तेजस्संयोगः इत्युक्ते किञ्चित् दीपं स्थापयतु. अस्तु, दीपे ज्वलं ज्वलनम् अस्ति खलु, द्रष्टुं शक्नुमः, तेजस्संयोगः अपि घटे अस्ति, रूपमपि घटे अस्ति, तावदेव. अस्तु, समानाधिकरणः गुणः कः अत्र? तेजस्संयोगः. सम्यक्. गुणनाशः पाकजरूपनाशः इति हेतुः खलु. रूपं घटे इत्यस्मात् रूपनाशः, रूपनाशः साध्यं, रूपनाशः साध्यं, रूपनाशत्वात् इति यदि वदामः तस्य हेतुवाक्यं. परन्तु पाकजरूपनाशः इति पक्षः, पाकजरूपनाशत्वम् नाशे समानाधिकरणगुणजन्यत्वम् इति अस्ति. समानाधिकरणगुणः अस्ति तेजसंयोगः. तेजसंयोगेन रूपनाशः भवति, तावदेव. पुनः अवगच्छति वा? अस्तु अस्तु. विद्याशङ्करमहोदय पठति वा? यदा अहं विद्याशङ्कर इति वक्तुम् इच्छामि, विद्याधरी इति एव आगच्छति मम मनसि. क्षम्यतां महोदय. चिन्ता नास्ति. घटस्य स्थाने फलं भवति चेत् यस्मिन् फले रूपनाशः अस्ति तस्मिन्नेव फले तेजसंयोगः अपि अस्ति. समानाधिकरणगुणगुणः इत्यनेन तद् अधिकरणवृत्तिगुण वृत्तिः गुणः तेजसंयोगः. एकस्मिन् फले तेजसंयोग अस्ति, संयोगः अस्ति, पाकजरूपनाशः अपि अस्ति, अपि च फलनाशः नास्ति. आहत्य पाकजरूपनाशे आश्रयनाशजन्यगुणनाशत्वम् अपि अस्ति, समानाधिकरणगुणजन्यत्वम् अपि अस्ति, हेतुः अपि अस्ति, साध्यम् अपि अस्ति. पुनः अन्यत् उदाहरणम् अत्र दीयते. घटस्य स्थाने फलम् इति चिन्तयामः, फले अपि तेजसंयोगः तेजसि तेजसः समीपे स्थापयामः चेत् तत्र तेजसंयोगः भवितुमर्हति, भवति एव. तस्मात् तेजसंयोगेन संयोगात् फले रूपनाशः भवति. अस्मिन् रूपनाशे समानाधिकरणगुणजनः गुणः इत्यनेन तदधिकरणवृत्तिः गुणः तेजसंयोगः. तदधिकरण इत्युक्ते समानाधिकरण, यत्र गुणः अस्ति तस्मिन् अधिकरणे यः गुणः अस्ति स च गुणः तेजसंयोगः. पूर्वं गुणः यत्किमपि आसीत् रूपं, पूर्वं फलस्य रूपं यत् अस्ति तत् पूर्वगुणः. अत्र एकस्मिन् फले तेजसंयोगः भवति चेत् पाकजरूपनाशः अपि अस्ति. बीजसंयोगात् पाकजसंयोगात् पाकज किं वदामः, पाकजेन पाकजः रूपनाशः अपि अस्ति. पाकेन रूपनाशः, रूपनाशः अस्ति किन्तु फलनाशः नास्ति. तस्मात् आश्रयनाश अजन्यगुणनाशः इति साधितं. किन्तु पाकजरूपनाशे पाकजेन यः रूपनाशः अभवत् तत्र आश्रयनाश अजन्यगुणनाशत्वम् इति अस्ति. यतोहि फलस्य नष्टः न अभवत्, फलं नष्टः न अभवत्, किन्तु तस्मिन् यद् रूपम् आसीत् तस्य नष्टं भवत् तेजसंयोगेन. अपि च तत्र समानाधिकरणगुणजन्यत्वम् अपि अस्ति. यतोहि फलम् इति समानाधिकरणे एव तेजसंयोगः भवति, तत्र एव रूपनाशः अपि भवति. तथा हेतुः इत्युक्ते अत्र आश्रयनाशजन्यगुणनाशत्वं, साध्यम् इत्युक्ते सत्यं सत्यं साध्यम् इत्युक्ते आश्रय समानाधिकरणगुणजन्यत्वं, सर्वम् अपि एकस्मिन् अधिकरणे अस्ति इति अस्मिन् उदाहरणे अपि साधितम्. एकस्मिन् अधिकरणे अधिकरणं किम्? अत्र फलम्, अत्र फलं घटः पटः वा, यत्र आहत्य सामान्यरीत्या वदामः चेत् यत्र यत्र संयोगनाशः अथवा यत्र यत्र आश्रयनाशाजनगुणनाशः आश्रयनाशाजन्यगुणनाशः तदेव पक्षः तदेव फलं तदेव घटपटं यत्किमपि भवतु खलु अस्तु अग्रे अपि भवानेव पठतु किन्तु भगिनी अत्र किमर्थं फलस्य उदाहरणं यस्य यद् यदा फलतेजयोः मध्ये संयोगः भवति फलस्य नष्टमपि भवति किल तदेव अस्माकम् अनुभवः कालेन कालक्रमेण तदेव भवति परन्तु प्रथमं यत् रक्तव अथवा हरितवर्णम् अस्ति तत् रक्तवर्णं भवति इत्यपि अनुभवः अस्ति खलु तत्र कदलीफल उदाहरणे कदलीफलमस्ति तत्र आरम्भे रूपः भिन्नः रूपे परिवर्तनं भवति अनन्तरं अन्ततो गत्वा फलस्य नष्टमपि भवति आश्रयनाशः अपि भवति उदाहरणं स्वीकृतम् इति न जाने परन्तु प्रथमं यथा महोदयेन उक्तं हरितवर्णः पीतवर्णः भवति खलु आम् घटविषये अपि घटं किन्तु तत् स्वाभाविकेन न तेजस्संयोगेन सूर्यस्य शक्तिः खलु सूर्ये उष्णत्वम् अस्ति संयोगः उष्णस्य अथवा तेजस्संयोगेन एव इति वक्तुं शक्नुमः अस्तु अस्तु महोदय तथैव घटमपि दीर्घकालं यावत् अग्नौ स्थापयामः चेत् तस्यापि नष्टम् आशस् भवति सत्यं दीर्घकालं दीर्घकालानन्तरं अत्र प्रथमस्तरे एव उदाहरणं स्थापनीयम् अथवा अतीव उष्णत्वं स्थापयामः चेत् तत्र अपि 500 आमां नष्टः भवति अस्तु एवं च प्रकृते पक्षे अहं सुनिलः ओ नमस्कारः महोदय नमस्कारः अहं किञ्चित् ध्वनिः श्रुतं मया परन्तु निश्चयेन न वक्तुं शक्नोमि उत्तमं महोदय इदानीं भवान् जानाति वा वयं कुत्र स्मः इति परिच्छेदस्य विवरणं यदा भवति अभवत् तस्मिन् समये अहम् आगतवान् अस्तु अस्तु एवञ्च इति महोदय पठति इदानीं आम् उत्तमं पश्यामि पठतु अस्तु विद्याशङ्कर महोदय अग्रे एवञ्च प्रकृते पक्षे आश्रयनाशाजन्यगुणनाशः संयोगनाशः इत्यस्मिन् आश्रयनाशाजन्यगुणनाशत्वम् अपि अस्ति समानाधिकरणगुणजन्यत्वम् अपि अस्ति इत्थञ्च आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् अत्र सम्पूर्णवाक्यस्य पुनः उल्लेखः अस्ति प्रकृते पक्षे इत्युक्ते पक्षे घटे वा फले वा पक्षे आश्रयनाशाजन्यगुणनाशः आश्रयनाशेन अजन्यगुणनाशः संयोगनाशः इत्यस्मिन् आश्रयनाशाजन्यगुणनाशत्वम् अपि अस्ति इत्युक्ते घटस्य नाशः फलस्य नाशः न भवति किन्तु तस्मिन् यद् गुणः आसीत् तस्य नाशः भवति तत्र एव तथैव अधिकरणे समानाधिकरणगुणजन्यत्वं तस्मिन्नेव अधिकरणे संयोगगुणजन्यत्वम् अपि भवति तस्मात् सम्पूर्णवाक्यं पुनः लिखितम् अस्ति आश्रयनाश अजन्यगुणनाशः तदपि तदस्ति पक्षः समानाधिकरणगुणजन्यः इति साध्यम् आश्रयनाशाजन्यगुणनाशत्वात् इति हेतुः पाकजरूपनाशवत् इति उदाहरणम् उत्तमम् अस्तु अत्र एकं चित्रं स्थापनीयम् अहं प्रयत्नं करोमि यत्किमपि भवतु आश्रयनाशगुणनाशः इति बृहत् जातिः खलु तस्मिन् संयोगनाशः इति लघुजातिः तस्मिन् युनो रूपनाशः भवतु यत्किमपि भवतु इतोपि लघुजातिः नाशत्वम् इति धर्मं स्वीकृत्य उल्लेखः अस्ति आश्रयनाशः गुणनाशः संयोगनाशः अस्मिन् प्रकृते, किमर्थं चेत् वयं संयोगः इत्यस्य गुणस्य विवरणं पश्यन्तः स्मः खलु. संयोगनाशात् विभागः न अतिरिक्तगुणः इति आक्षेपः आसीत्. तस्मिन् अवसरे आश्रयनाशगुणनाशः इत्युक्ते संयोगनाशः, इत्यस्मिन् आश्रयनाशगुणनाशत्वम् इति धर्मः अस्ति एव. वयं जानीमः प्रत्येकस्मिन् पुस्तके पुस्तकत्वम् अस्ति, तथैव आश्रयनाशगुणनाशे आश्रयनाशगुणनाशत्वम् अपि अस्ति. समानाधिकरणगुणजन्यत्वम् इत्युक्ते अत्र तेजस्संयोगः, संयोगत्वं, संयोगित्वम् इति चिन्तयितुं शक्नुमः. समानाधिकरणगुणजन्यत्वम् अपि अस्ति. इत्थञ्च आश्रयनाशगुणनाशः इति पक्षे समानाधिकरणगुणजन्यः इति साध्यं भवति आश्रयनाशगुणनाशत्वात् इति हेतुः. यत्र यत्र भवति तत्र तत्र साध्यं भवति. उदाहरणं भवति यथा अस्माभिः दृष्टं पाकजरूपनाशवत् आहत्य पुनः वाक्यं, सम्पूर्णवाक्यं लिखितमस्ति अत्र. अस्तु, प्रश्नः अस्ति वा? अस्तु, अग्रे गच्छामः वा? सुनीलमहोदय पठति वा? किन्तु अहं पठामि. किन्तु अस्माकं कश्चन प्रश्नः पूर्वम् उक्तमासीत्, अस्मिन् अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या, अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः वा. यथा जानीमः आश्रयनाशजन्यगुणनाशवत्वम् इति धर्मः पक्षभिन्नस्थले न भवति, नाम आश्रयनाशजन्यगुणनाशम् अतिरिच्य अन्यत्र न लभ्यते. अधुना प्रकृतौ अस्माकं दृष्टान्तः कीदृशः, पाकजरूपनाशवत् इत्यस्मिन् यत्र यत्र हेतुः तत्र तत्र साध्यमिति आकृतिः अन्तर्गता, अथवा यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति आकृतिः अन्तर्गता, अपि च पाकजरूपनाशवत् इति पक्षभिन्नस्थलम् अस्ति वा. अहं पुनः एकैकवाक्यं स्वीकृत्य वदामि. किन्तु अस्माकं कश्चन प्रश्नः पूर्वम् उक्तम् आसीत्, अस्मिन् अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या, अत्र पूर्वम् अन्यव्याप्तिः वा व्यतिरेकव्याप्तिः वा इति प्रश्नः आसीत् अनुमानप्रयोगे. तदेव इदानीं पुनस्मरणेन आगच्छति. यथा जानीमः आश्रयनाशजन्यगुणनाशवत्वम् इति धर्मः पक्षभिन्नस्थले न भवति, नाम आश्रयनाशजन्यगुणनाशम् अतिरिच्य अन्यत्र न लभ्यते. अत्र आश्रयनाशजन्यगुणनाशत्वम् इति धर्मः, एषः धर्मः पक्षभिन्नस्थले न भवति. यदा वयं पूर्वं दृष्टवन्तः एकस्मिन् स्थले एव, एकस्मिन् पक्षे एव अस्ति इति. इत्युक्ते अत्र आश्रयनाशजन्यगुणनाशम् अतिरिच्य अन्यत्र न लभ्यते इति. तदेव पुनः आगच्छति, तत् एकस्मिन् एव स्थले अस्ति इति. अधुना प्रकृतौ अस्माकं दृष्टान्तः कीदृशः इति, पाकजरूपनाशवत् इत्यस्मिन् यत्र यत्र हेतुः तत्र तत्र साध्यमिति आकृतिः अन्तर्गता, पाकजरूपनाशवत् इति स्वीकुर्मः चेत् यत्र हेतुः तत्र साध्यमिति अन्यः दृष्टान्तः, यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति अन्यः वा इति प्रश्नः. प्रश्नः अस्ति पाकजरूपनाशवत् इति पश्यामः चेत् अन्वयदृष्टान्तः इति भाति वा व्यतिरेकदृष्टान्तः इति भाति वा इति प्रश्नः. अपि च पाकजरूपनाशवत् इति पक्षभिन्नस्थलम् अस्ति वा अतः अत्र प्रश्नद्वयमस्ति पागजरूपनाशवत् इति स्वीकुर्मः चेत् अन्यव्याप्तिः वा व्यतिरेकव्याप्तिः वा इति एकः प्रश्नः अन्यः अस्ति पागजरूपनाशवत् इति पक्षभिन्नस्थलम् अस्ति वा इति भवान् किं वदति अत्र पागजरूपनाशवत् इति चिन्तयामः चेत् अहं चिन्तयामि व्यतिरेकव्याप्तिः इति चिन्तयामि इत्युक्ते एकस्मिन् एक एव स्थले अस्ति इति कारणेन तत् सत्यं परन्तु अभावस्य चर्चा जाता वा अत्र यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति दृष्टान्तः वा अत्र साध्यं द्वयमपि एकस्मिन् स्तरे एव अस्ति किल अत्र इत्युक्ते पाकजरूपनाशवत् इति दृष्टान्तवाक्यम् अस्ति खलु उदाहरणवाक्यं तत्र व्यतिरेकव्याप्तिस्थले कीदृशी आसीत् उदाहरणवाक्यं यत्र साध्याभावः अस्ति तत्र हेत्वाभावः अस्ति इति अथवा यन्नैवं तन्नैवं यथा जलम् इति स्वीकृतवन्तः खलु अभावस्य चर्चा नैवम् इति नै प्रत्ययः आगच्छति एव परन्तु अत्र तथा न दृश्यते खलु अत्र साध्याभावः यत्र साध्याभावः अस्ति तत्र हेत्वाभावः अस्ति एकस्मिन् पक्षे अस्ति इति कारणेन भवान् एकदिशि एव चिन्तयति सत्यं पक्षभिन्नस्थले न लभ्यते इति भाति परन्तु दृष्टान्तः तु अन्वयदृष्टान्तः इति भाति खलु नैवम् अथवा न अथवा अभावः इति पदस्य न आगच्छति एव पाकजरूपनाशवत् इति लिखितमस्ति खलु अस्तु अग्रे भवानेव पठतु अवगच्छति इदानीं वस्तुतः पाकजरूपनाशः इति तु आश्रयनाशजन्यगुणनाशः इति पक्षस्य एकदेशः अपि च तस्मिन्नेव पक्षस्य एकदेशे अन्यदृष्टान्तः दत्तः तर्हि अत्र किम् अस्माकं सिद्धान्तस्य विरुद्धे सिद्धान्तस्य विरुद्धे जातम् नाम एतावता अस्माभिः वारं वारं किमुक्तं यत्र हेतुः पक्षभिन्नस्थले लभ्यते तत्रैव अन्वयदृष्टान्तः सम्भवति यत्र च पक्षभिन्नस्थले हेतुः न लभ्यते तत्र व्यतिरेकदृष्टान्तः एव सम्भवति किन्तु अत्र प्रकृतौ किं जातं हेतुः पक्षभिन्नस्थले न भवति किन्तु अन्वयदृष्टान्तः दत्तः स च अन्वयदृष्टान्तः पक्षस्य एव एकदेशः कथम् इदं भवतः यत्किमपि भवान् इदानीमेव उक्तं तत्सर्वम् अत्र लिखितम् अस्ति वदतु अत्र वस्तुतः पाकजरूपनाशः इति आश्रयनाशजन्यगुणनाशः इति पक्षस्य एकदेशः तदवगच्छति वा अवगच्छति वा प्रथमवाक्यम् अत्र अस्ति वस्तुतः पागतरूपनाशः इति आश्रयनाश अजन्यगुणनाशः इति केवलम् एकवीक्षणमेव अस्ति इति इत्युक्ते यत्र आश्रयनाशजन्यगुणनाशः इति वदामः तत्र आश्रयस्य नाशः न भवति परन्तु गुणनाशः भवति इति स्थलम् इति चिन्तयतु तत्र पाकजरूपनाशः इति एकदेशः इत्युक्ते पाकजरूपनाशः इत्युक्ते आश्रय अथवा पाकजरूपनाशः इत्युक्ते आश्रयनाशजन्यगुणनाशः यथा अस्माभिः इदानीमेव दृष्टं पाक इत्युक्ते तेजसंयोगः तेजसंयोगेन रूपनाशः इति तेजसंयोगेन रूपनाशः इति वदनेन आश्रयनाशजन्यगुणनाशः इत्येव भवति आश्रयः फलमस्ति चेत् फलस्य नाशः भवति न भवति आम् सत्यम् तदेव इत्युक्ते एक वृत्तान्तः अथवा एक उदाहरणम् आश्रयनाशजन्यगुणनाशस्य एक उदाहरणं भवति पाकजरूपनाशः. अस्तु अग्रे प्रश्नः अस्ति, अत्र एकदेशः इत्युक्ते एकः एव उदाहरणम् अस्ति इति न वा? न न न एकदेशः इत्युक्ते एन् इन्स्टेन्स् आफ् इति चिन्तय. अस्तु एकम् उदाहरणम्. अपि च तस्मिन्नेव पक्षस्य एकदेशे अन्यदृष्टान्तः दत्तः. अतः तत्र फलमिति पक्षः यदि स्वीकुर्मः चेत् तत्र एव अन्यदृष्टान्तः अपि अस्ति इति. न न न तथा नास्ति. एकदेशे अन्वयदृष्टान्तः दत्तः इत्युक्ते पाकजरूपनाशः यथा इदानीमेव उक्तम् आश्रयनाशजन्यगुणनाशस्य एकदेशः इत्युक्ते इट् इस् अन् इन्स्टेन्स् आफ् यु नो आङ्ग्लभाषायां वदामि चेत् यत्र गुणनाशः न भवति, यत्र गुणनाशः भवति परन्तु आश्रयस्य नाशः न भवति, तथा एव अस्ति खलु स्थितिः पाकजरूपनाशे. फलस्य नाशः न भवति परन्तु तेजसंयोगेन रूपनाशः भवति. तदेव एकदेशं स्वीकृत्य दृष्टान्तम् इति दत्तमस्ति अत्र. तदेव द्वितीयवाक्यं वदति. परन्तु अत्र अन्यदृष्टान्तः दत्तः इत्युक्ते अत्र अन्यदृष्टान्तम् अपि दातुं शक्नुमः. परन्तु अत्र पाकजरूपनाशः इति दृष्टान्तः, परन्तु पाकजरूपनाशः इति आश्रयनाशजन्यगुणनाशस्य एकदेशः, पक्षस्य एकदेशः इत्युक्ते एवं चिन्तयतु. मानवः इति वदामः, बृहत् अस्ति खलु, तस्य व्याप्तिः बहु बृहत् अस्ति. तस्मिन् पुरुषः महिला इति, महिला अथवा पुरुषः इति स्वीकुर्मः चेत् उदाहरणत्वेन मानवत्वं बृहज्जातिः, पुरुषत्वम् इति किञ्चित् लघुजातिः, समानस्थितिः अस्ति अत्र. परन्तु पाकजरूपनाशः इत्युक्ते तेजस्संयोगेन रूपनाशः, किमपि गुणनाशः भवेत् परन्तु अत्र रूपनाशः स्वीकृतम्. अवगच्छति वा? तस्मिन्नेव पक्षस्य एकदेशमेव अन्वयदृष्टान्तः दृष्टान्तरूपेण स्वीकृतमस्ति अत्र इति लिखितम्. तर्हि किम् अस्माकं सिद्धान्तस्य विरुद्धे जातम्. अतः एकस्मिन् पक्षे यदि अहं पूर्वम् उक्तवान् नाम एतावता अस्माभिः वारं वारं किमुक्तं, यत्र हेतुः पक्षभिन्नस्थले लभ्यते तत्रैव अन्वयदृष्टान्तः सम्भवति इति वयं पूर्वं बहुवारं दृष्टवन्तः इति. तत्र च पक्षभिन्नस्थलेषु हेतुः न लभ्यते तत्र व्यतिरेकदृष्टान्तः एव सम्भवति. तदपि वयं दृष्टवन्तः. अत्र अन्वयदृष्टान्तः च व्यतिरेकदृष्टान्तः तयोः मध्यभेदः इति. किन्तु अत्र प्रकृतौ किं जातं, हेतुः पक्षभिन्नस्थले न भवति किन्तु अन्वयदृष्टान्तः दत्तः. अत्र हेतुः पक्षभिन्नस्थले न भवति परन्तु अन्वयदृष्टान्तः अस्ति इति. स च अन्वयदृष्टान्तः पक्षस्य एव एकदेशः कथम् इदं, पुनः तदेव अस्ति अन्वयदृष्टान्तः अत्र एतस्मिन् उदाहरणे पक्षस्य एकदेशः एव अस्ति इति. अतः पुनः प्रश्नः आगच्छति, कथम् एतत् सम्भवति, हेतुः पक्षभिन्नस्थले न भवति परन्तु अन्वयदृष्टान्तः एव इति. प्रथमः नियमः एव आसीत् खलु, यत्र यत्र धूमः तत्र तत्र वह्निः इति वदनस्य आवश्यकता एव नास्ति. वह्निः उष्णः वह्नित्वात् इति किमर्थं स्वीकृतं, किमर्थं चेत् तत्र पक्षभिन्नस्थले उष्णत्वं न लभ्यते इति स्वीकरणेन एव. यत्र खलु अवगच्छति खलु भवान् अवगच्छति. किमपि चिन्तनमस्ति वा अन्येषां विद्याशङ्करमहोदय अथवा महोदय? अत्र पक्षः इत्युक्ते आश्रयनाशजन्यगुणनाश इति पक्षः. स च पक्षः एक एव, अधिकरणं पाकजरूपनाशे घट किं तत्र घट उदाहरणे घटम् अधिकरणं, तत्र फलम् अधिकरणं, किन्तु हेतुः एकः एव सर्वत्र. हेतुः किम्? आश्रयनाशजन्यगुणनाश इति सारी पक्षः पक्षः आश्र पक्षः आश्रयनाशजन्यगुणनाशः. हेतुः आश्रयनाशजन्यगुणनाशत्वं तदपि स च धर्मः एकत्र एव अस्ति. स च धर्मः आश्रयनाशजन्यगुणनाशस्य धर्मः. सत्यं सत्यम् एकदेश एकत्र एव भवति, तस्मिन्नेव अधिकरणे भवति. स च धर्मः आश्रयनाशजन्यगुणनाशत्वम् इति धर्मः आश्रयनाशजन्य गुणनाशे एव भवति, सत्यं. परन्तु अस्माकं पक्षः बृहत् अस्ति. आश्रयनाशजन्यगुणनाशः इति इट् इस् एन् अब्स्ट्राक्षन् आङ्ग्लभाषायां वदामः चेत्. आश्रयस्य नाशः यत्र न भवति, परन्तु तस्मिन् आश्रये यः गुणः अस्ति तस्य नाशः भवति इति तस्य विवरणं खलु. आश्रयः भवतु घटः भवतु, फलं भवतु, पुस्तकं भवतु, घटफट इति भवतु, यत्किमपि भवतु, बृहत् पक्षः. तस्मिन्नेव पक्षे बहवः लघुपक्षाः भवितुम् अर्हन्ति खलु. यत्र गुणनाशः इति वदामः, गुणः इति संयोगः, संयोगः भवतु, रूपः भवतु, अथवा यत्किमपि अन्यत् शब्दः भवतु, बहवः पक्षाः भवितुम् अर्हन्ति खलु. पक्षः भिन्नः वा? पक्षः हेतुः पक्षभिन्नस्थले न लभ्यते, न लभ्यते एव. महोदय, पक्षस्य उदाहरणानि बहूनि सन्ति यथा भवती उक्तवती, किन्तु पक्षस्य सामान्यम् एकः एव, सत्यं सत्यं. परन्तु पश्यतु उदाहरणं किं दत्तमस्ति. पाकजरूपनाशः इति उदाहरणं दत्तमस्ति. पाकजरूपनाशः अपि आश्रयनाशजन्यगुणनाशः खलु. तदेव तदेव इदानीं यत् प्रवर्तते अस्माकं वर्गे, बृहज्जातिः लघुजातिः इति स्वीकृत्य कुत्र किं प्रचलति इदानीम् अस्माकं वर्गे, किमपि भवति खलु, कुत्र दृष्टः शब्दस्य शब्दः तत्रापि दृष्टं खलु, किञ्चित् समानचर्चा लघुजाति. धूमवह्नि उदाहरणं पश्यामः चेत् तत्र पक्षः पर्वतः, पक्षः महानसं, तत्र साध्यं, तत्र धूमः हेतुः वह्निः साध्यम्. अत्र तथा नास्ति, अत्र पक्षः एक एव अस्ति. सत्यं, किमर्थं तत्र लघुपक्षः अस्ति. पक्षः अस्ति धूमः, व्यापक क्षम्यतां पर्वतः, अपि च वह्निः अस्ति साध्यं. वह्निः इति लघुपक्षः, पर्वतः इति लघुपक्षः. पर्वतः प्रत्येकस्मिन् पर्वतः एव भवतु, तस्मिन् गृहं न स्वीकर्तुं शक्यते, अथवा मेरुपर्वतं, हिमालयपर्वतम् इति स्वीकर्तुं शक्यते, तत्रापि स्वीकर्तुं शक्यते. तत्र न गतवन्तः अस्माकं वर्गे. महोदय, अवगतं वा अत्र? आं भगिनि. मया किञ्चित् स्व अवगमनस्य परीक्षां कृतम्. अस्तु अस्तु इति भाति. यतोहि पक्षभिन्नस्तरे न भवति, परन्तु उदाहरणानि बहूनि भवितुम् अर्हन्ति. तस्मात् एव पाकजरूपनाशः इति स्वीकृतमस्ति. अन्वयदृष्टान्तः एव अत्र. अस्तु अग्रे गच्छामः. पुष्पा भगिनी अवगच्छति? अहं शृणोमि भगिनि. अस्तु अस्तु चिन्ता नास्ति. प्रश्नः सन्ति चेत् पृच्छताम्, इतोपि गभीररीत्या पश्यामः, समयः तु अस्ति एव. कम्प्यूटर् अस्तु भगिनि. अस्तु कः पठति इदानीं? शुकवन् महोदय पठति वा भगिनि? पूर्वं दृष्टं यत् अनुमानं द्विविधं, स्वार्थानुमानं परार्थानुमानञ्च. अधुना अनुमानं भिन्नरीत्या अपि भागद्वये विभज्यते. साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम् एकम् अनुमानम्. साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम् एकम् अनुमानं. क्वचिदेव पक्षे साध्यं पक्षे साध्यते चेत् अन्यादृशम् एकम् अनुमानम्. यथा पर्वतो वह्निमान् धूमात् इति अनुमानम्. एतदेव अनुमानं द्विविधम्. सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम्. सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम्, अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति साधनम्. सर्वत्र पर्वते वह्निः उद्दिष्टः चेत् तदानीं सर्वोऽपि पर्वतः वह्निमान् धूमात् इति. ईषत् पर्वतः वह्निमान् धूमात् इति चेत् परिगणितेषु पर्वतेषु धूमः, तेषु वह्निरपि अस्ति इति. सर्वत्र पर्वते इत्यनेन स्वस्मिन् पर्वते वह्नेः ज्ञानं जायताम् इति इच्छा. पुनः अवगच्छति वा? विद्याशङ्करमहोदय किमपि वक्तुम् इच्छति वा? प्रायः अन्तिमवाक्ये सर्वत्र पर्वते इति सर्वस्मिन् पर्वते इति भवितुमर्हति. स्वस्मिन् आम् आम् सर्वस्मिन् एव सर्वस्मिन् सर्वस्मिन् पर्वते वन्देः ज्ञानं जायताम् इति इच्छा. अस्मिन् परिच्छेदे यद्दत्तमस्ति इत्युक्ते अनुमानं द्विविधम् इति पूर्वम् अस्माभिः पठितं, स्वार्थानुमानं परार्थानुमानम् इति. तादृशं भिन्नरीत्या अपि अनुमानस्य विभजनं कर्तुं शक्यते इति अत्र उक्तमस्ति. तत् भिन्नरीतिः किम् इति पश्यामश्चेत् साध्यं पक्षे क्वचिदेव पक्षे साध्यं पक्षे साध्यते इत्युक्ते पर्वतः इति पर्वतो वह्निमान् धूमवत्वात् इति धूमत्वात् इति उदाहरणं स्वीकुर्मश्चेत् तत्र अनेकाः पर्वताः सन्ति. तेषु पर्वतेषु कानिचन पर्वते एव धूमः वह्निः भवितुम् अर्हति. सर्वत्र भवेत् इति न. यत्र यत्र पर्वतः अस्ति तत्र तत्र तत्र सर्वत्र वह्निः भवेत् इति तादृशं अस्माकम् अनुभवः न इति कृत्वा क्वचिदेव पक्षते साध्यं पक्षे साध्यते. अत्र अत्र द्वैविध्यं कीदृशम् इत्युक्ते कानिचन पक्षे एव साध्यः वर्तते चेत् तत् एकविधं अनुमानं भवति. यत्र यत्र पक्षः अस्ति तत्र तत्र साध्यम् अस्ति इति चेत् तद् द्वितीयविध अनुमानं भवति. अस्तु, पुनः अत्र यत् प्रथममस्ति साध्यं सर्वत्र पक्ष इत्युक्ते किञ्चिदपि स्थानं नास्ति पर्वते यत्र वह्निः नास्ति. एकमेव पक्षं स्वीकुर्मः तत्र सर्वत्र भवति इति प्रथमविधं. द्वितीयविधम् अस्ति केषुचित् एव पर्वते धूमः अपि अस्ति वह्नि अपि साधनीयं भवति. तत्र द्वितीयविधं तथैव लिखितमस्ति खलु? आम् आम्. अहं किञ्चित् मम अवगमनं भिन्नरीत्या उक्तवान्, इतोपि प्रायः सरलरीत्या इति अहं मम चिन्तनं. यत्र यत्र पक्षः अस्ति तत्र तत्र तत्र सर्वत्र साध्यः अस्ति चेत् तद् एकविधं. यत्र यत्र पक्षः अस्ति तत्र सर्वत्र साध्यं नास्ति चेत् तद् अन्यविधम्. न न न न न न न द्वितीयविधम् अत्र व्यापकः सर्वत्र भवति पक्षे चेत् प्रथमविधं, द्वितीयं सर्वेषु पक्षेषु भवति चेत् तत् द्वितीयविधम्. किञ्चित् भिन्नता अस्ति, भेदः अस्ति. व्यापकः इत्युक्ते व्यापकः साध्यमेव. आम् आम् आम्. प्रथमविधम् अस्ति क्वचिदेव पक्षे साध्यं पक्षे साध्यते चेत् इत्युक्ते प्रथमवाक्यं पश्यतु, साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम् एकम् अनुमानं, क्वचिदेव पक्षे साध्यं साध्यते चेत् द्वितीयविधम् अनुमानं. तावदेव खलु? आम्. यदा अहम् उक्तवान् तादृशं भवती वक्तुं शक्यते वा यत्र यत्र इति? तत्तु अन्वयदृष्टान्तः. यत्र यत्र इति यत्र पक्षभिन्नस्थले लभ्यते तत्र सर्वत्र, यत्र यत्र इति द्वयोः अपि वक्तुं शक्नुमः. प्रथमविधम् अनुमाने अपि वक्तुं शक्नुमः, द्वितीयविध अनुमाने अपि तथैव वक्तुं शक्नुमः. अत्र साध्यते इत्युक्ते किम्? साध्यते इत्युक्ते साधनीयम् इति इत्युक्ते साधनीयम् इति भवति चेत् तत् साध्यम् अस्ति. साधनीयम् इति न वक्तुं शक्नुमः, क्षम्यतां. साध्यं सर्वत्र पक्षे साध्येव पक्षे साध्यते इत्युक्ते साध्यम् अस्ति इति अवगन्तुं शक्यते किल? आम् आम्. क्वचिदेव पक्षे साध्यम् अस्ति इति एकविधम्. इत्युक्ते साध्यमेव न, हेतुः अपि न लभ्यते. अस्तु, हेतुः यत्र यत्र सर्व यत्र हेतुः अस्ति तत्र साध्यं, तत् तस्य परिवर्तनं न भवति. परन्तु अत्र द्वैविध्यम् अस्ति चिन्तनक्रमे एव. साध्यम् एकस्मिन् पक्षे सर्वत्र भवति चेत् एकविध अनुमानं, केषुचिदेव पक्षे इत्युक्ते मेरुपर्वते भवति परन्तु राकीस् पर्वते न भवति इति वदामः चेत् तद् द्वितीयविधानुमानं तथा. आम्, इत्युक्ते यत्र यत्र पक्षः अस्ति तत्र तत्र साध्यम् अस्ति चेत् एकविधं. सत्यं, प्रथमं किल? प्रथमविधं यत्र यत्र पक्षः अस्ति तत्र सर्वत्र साध्यं नास्ति इति चेत् द्वितीयविधं. सत्यं. हा, अत्र उदाहरणे पर्वतो वह्निमान् धूमात् इति स्थले यत्र यत्र पर्वतः अस्ति तत्र तत्र वह्निः अस्ति इति न वक्तुं शक्यते इति कृत्वा तत् द्वितीयविध उदाहरणं द्वितीयविध अनुमानं भवति. सत्यं, परन्तु तत्र हेतु अपि नास्ति. नास्ति हा, तत् वाक्येन एव अन्यविषयम्. आम् आम् आम्. किमर्थम् अहं हेतु न वदामि चेत् यत्र यत्र साध्यः अस्ति तत्र तत्र हेतुः भवेत् इत्यपि नियमः नास्ति किल. सत्यं, यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यः. आम् आम्. अतः अहं न वदामि. प्रायः अन्य कोऽपि पर्वते वह्निः भवेत् किन्तु तत्र धूमः न भवितुम् अर्हति इति कृत्वा केवलम् अवगमनार्थं मया उक्तम्. हा, अस्य अस्य अवगमनार्थम् अहम् एतादृशं वदामि. यत्र यत्र पक्षः तत्र तत्र साध्यः अस्ति चेत् तत् एकविध अनुमानम्. यत्र यत्र पक्षः अस्ति तत्र तत्र साध्यः नास्ति इति चेत् द्वितीयविध अनुमानम्. किन्तु महोदय, तत्र किञ्चित् भेदः अस्ति. यत्र यत्र पक्षः अस्ति तत्र तत्र साध्यः इति, अस्तु वदामि, शृणोतु. यत्र यत्र पक्षः अस्ति तत्र तत्र साध्यः अस्ति इति न पर्याप्तम्. यत्र तत्र पक्ष यत्र यत्र पक्षः अस्ति तत्र सर्वस्मिन् पक्षे सम्पूर्णतया साध्यमस्ति इति भेदः. अत्र प्रश्नः अस्ति, अत्र धूमं विना साध्यम् अस्ति इति कथं साधितुं शक्यते? न न न न, धूमं विना न. धूम यत्र धूमः, तदेव उक्तं मया. प्रथमं महोदयेन साध्यम् अस्ति किन्तु धूम हेतुः नास्ति, किन्तु हेतुं हेतु न ज्ञायते चेत् तत्र वह्निः अस्ति. तत्र प्रमाणं किं? तत्र प्रत्यक्षं किल, अनुमानं नास्ति. ग्यास् स्टोव् तत्र प्रत्यक्षं भवति न वा, न अनुमानम्. अनुमानस्थले हेतु आवश्यकम् अवश्यम्. आम्, किन्तु अत्र अस्माकं चिन्तनं किं, द्वैविध्यम्, अनुमानस्य द्वैविध्यं केवलं पक्षः अपि च साध्यं स्वीकृत्य एव. तत्र हेतोः किमपि आवश्यकता न. तत् सत्यं. तृतीयवाक्यं परिच्छेदे तृतीयवाक्यं चतुर्थवाक्यं तावदेव. सर्वत्र पक्षे साध्यते चेत् एकविध अनुमानं, क्वचिदेव पक्षे साध्यते चेत् द्वितीयविध अनुमानम्. अहं वक्तुं परिश्रमं करोमि. भवती किं वदति इति? वदतु महोदय. पर्वतद्वयमस्ति, एकस्मिन् पर्वते प्रतिशतं अग्निः अस्ति, वह्निः अस्ति. अन्यस्मिन् पक्षे केवलं 30% वह्निः अस्ति. अन्य एकः पर्वतः अस्ति, तत्र वह्निः अस्ति नास्ति एव. प्रथमद्वयोः कस्मिन् अनुमाने भवति? अत्र सर्वत्र वह्निः नास्ति इति अस्ति. तृतीयपर्वते वह्निः एव नास्ति, अतः तस्य अन्यरीत्या वदामः. चतुर्थः पर्वतः अस्ति, सम्पूर्णं 100% वह्निः अस्ति चेत् तत् भिन्न भिन्न पर्वतः इति. तदेव किल? अस्तु. आम्, सत्यम्. अत्र प्रथमपर्वते 90% अग्निः अस्ति अथवा वह्निः अस्ति. द्वितीयपक्षे 30% वह्निः अस्ति. द्वयोः प्रथमविध अनुमानं न भवितुम् अर्हन्ति. तस्मिन् सर्वत्र भवेत् खलु साध्यं, पक्षे सर्वत्र भवेत् तदा एकविध अनुमानम्. अस्माकं उदाहरणे तु 90% अपि च 30% इत्युक्ते पक्षे सर्वत्र साध्यं नास्ति. द्वितीय तृतीय उदाहरणमासीत् सम्पूर्णतया वह्निः नास्ति एव, तत् त्यजामः. अस्तु, न न त्यजामः. तृतीय उदाहरणमासीत् पक्षे वह्निः नास्ति एव. चतुर्थ उदाहरणमासीत् सम्पूर्णतया पक्षे वह्निः अस्ति, खलु. अत्र तृतीय अपि च चतुर्थ उदाहरणे प्रथमम् अस्ति द्वितीय अनुमानस्य उदाहरणं. केषुचित् तृतीयचतुर्थ स्वीकृत्य द्वितीयविधानुमानम् इति वक्तुं शक्नुमः. प्रथमद्वयोः प्रथमविधानुमानं, तृतीयं चतुर्थं द्वितीयविधानुमानम्. अवगतं भगिनि. सम्यक् वा? हा सम्यक् सम्यक्. अस्तु, विरमामः वा? इदानीं समयः जातः. अस्तु, धन्यवादः सर्वेषां. शुभरात्रिः. धन्यवादः भगिनि, शुभरात्रिः. नमस्कारः.